अस्तु, सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र कर्मणि भावे प्रयोगे लङ्लकारः इति. तत्र पाठः आसीत्, तत् पुनः तत्र पाठं पठित्वा अवगत्य तदनन्तरम् अग्रे सरामः तर्हि. अस्तु, तत्र लक्ष्मी भगिनी आरम्भं करोति वा भगिनि? पुटसङ्ख्या 142 भगिनि. अस्ति वा? एकनिमिषम्. अस्तु, कर्मणि भावे प्रयोगः लङ्लकारः. हा सत्यं, हा ततः पाठः अस्ति. परेषां दुःखं स्वदुःखम् एतां कथाम् उच्चैः पठत. कस्मिंश्चित् ग्रामे काचित् वृद्धा पुत्रेण सह निवसति स्म. माता पुत्रौ उभौ अपि दयापरौ लघुगृहे एव आसीत् तयोः वासः. कदाचित् वृद्धा रुग्णा जाता. औषधस्य निर्माणाय तया लोद्रवृक्षस्य त्वक् ऐष्यद. तया पुत्रः आहूयत, स्वीया अपेक्षा असूच्यत च. तत्र किमस्ति? तत्र लङ्लक माता अस्ति, पुत्रः अस्ति. माता अस्ति, पुत्रः अस्ति. माता वृद्धा वृद्धा आसीत्, सा रुग्णा जाता. अतः रुग्णा जाता. हा, अपि तत्र उभौ अपि दयापरौ नाम उभौ अपि दयापरौ. तत्र दयापरः नाम दया अधिकमस्ति अन्येषां कृते, तस्य दया अथवा तस्याः दया अधिका अस्ति, दयागुणः अधिकः अस्ति. ते लघुगृहे वसति स्म. हा समीचीनं, हा वसतः स्म. हा वसतः स्म, हा समीचीनम्. अग्रे तत्र मातुः तत्र औषध माता निर्माणाय, हा मातुः औषधस्य निर्माणाय लोद्रवृक्षस्य त्वक् सा इष्टवती. हा तत्र त्वक् इति तत्र त्वक् त्वचौ त्वचः त्वचौ त्वचः त्वचं, हा त्वचम् इष्टवती, त्वचम् इष्टवती इष्टवती. अतः तत्र सा तया पुत्रः आहूयत, सा पुत्र सा तया पुत्रम् आहूतवती. हा सा पुत्रम् आहूतवती. हा अपि स्वीया अपेक्षा असूच्यत च. हा सा स्वस्य अपेक्षा सत्यम्. अस्तु, न तत्र स्वीया इति अस्ति, स्वीया एव कर्मपदं. स्वीयाम् अपेक्षां, स्वीयाम् अपेक्षां सूचितवती. हा अथवा असूचयत्, असूच्यत, असूचयत् कर्तरीमध्ये असूचयत्, असूचयत् सा स्वीयाम् अपेक्षाम् असूचयत् च. समीचीनम्. अस्तु, अग्रे नरेश महोदय. पुत्रेण वनम् अगम्यत नाम बहु. अस्तु, तत्र परिच्छेदं पठित्वा तदनन्तरं कुर्मः महोदय. अस्तु, आम् बहुत्र अन्विष्य अन्ते तेन लोद्रवृक्षः अदृश्यत. तेन परशुना लोद्रत्वचः अकृत्यन्त. ताः सर्वाः सङ्गृह्य गृहम् आनीय मात्रे अदीयन्त मात्रा लोध्रत्वचा औषधम् अक्रियत सेवनेन सा शीघ्रमेव रोगमुक्ता जाता हा तत्र पुत्रः पुत्रेण वनम् अगम्यत पुत्रः वनम् अगच्छत् अगच्छत् बहुत्र बहुत्र पुत्रः तत्र अन्वेषणं कृत अकरोत् कुत्र अस्ति लोध्रवृक्षः कुत्र अस्ति इति सः अन्वेषणं कृतवान् अन्ते सः लोध्रवृक्षम् अपश्यत् अपश्यत् समीचीनं महोदय अस्तु अग्रे तदा सः परशुना लोध्रत्वचः अकृत्य हा तत्र महोदय तत्र कृत् इति धातुः अस्ति किन्तु कृन्तति इति क्रियापदरूपम् अस्ति आम् अकृन्तत् अकृन्तत् अकृन्तत् सः परशुना लोध्रत्वचः अकृन्तत् अकृन्तत् ताः सर्वाः सङ्ग्रह सः त्वचं ताः सर्वाः लोध्रत्वचः सङ्गृह्य गृहे आनीय गृहमानीय गृहम् आनीय मात्रे दत्तवान् हा अथवा अददत् अददत् अददत् मात्रा लोध्रत्वचा औषधम् अक्रियत् माता तस्य औषधं तस्याः औषधं कृतवती हा अथवा अकरोत् अकरोत् लोध्रत्वचा सा माता औषधम् अकरोत् अपि च सेवनम् अकरोत् सा रोगमुक्ता जाता हा रोगमुक्ता नाम रोगात् विमुक्ता विमुक्ता रोगात् रोगात् इति पञ्चमी रोगात् विमुक्ता मुक्ता नाम तत्र सेपरेशन् अवधिः अस्ति खलु रोगः एकभागे अस्ति सा अन्या भागे अस्ति अतः तत्र रोगमुक्ता सा जाता रोगमुक्ता सेवनेन तस्य सेवनेन सा शीघ्रमेव रोगमुक्ता रोगात् मुक्ता जाता समीचीनं महोदय अस्तु इदानीं रघुवीरस्वामी अग्रे हरिः ओम् पुनः कदाचित् तया पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोक्यत परिच्छेदं पठित्वा पुनः एकमेकं वाक्यं परिशीलयामः महोदय तया श्वेतवस्त्रम् आलोक्यत कर्मणि कर्मणि लङ् अस्ति अतः तत्र आलोक्यत इति लट्लकरे किमस्ति लट्लकर् आलोकयति आलोकते आलोकते कर्त्री लट् आलोकते कर्मणि महोदय लोक्यते आलोकते इति इदानीं तत्र आलोकते इति लट्लकारे अस्ति कर्त्री लट् इदानीं तत्र कर्त्री लङ् किम् अस्ति आलो तत्र सहते अस्ति चेत् सहते इति आत्मनेपदी धातु साधारण आत्मनेपदी धातु सहते लट्लकारे इदानीं तत्र सहते इति लङ्लकारे किं भवति ते इत्ते अन्ते सहते किं भवति असहत महोदय अतः तत्र इदानीं कर्तृरूपं तत्र पुनः कदाचित् सा पुत्रस्य सा पुनः कदाचित् सा पुत्रस्य रक्तरञ्जितं श्वेतवस्त्रम् आलोकत आलोकत नाम अत्र आलोकतस्थाने पश्यति इति स्थापयामश्चेत् तत्र लङ्लकार पश्यति इति तस्य अपश्यत् इति एव तावदेव तत्र सा रक्तरञ्जितं श्वेतवस्त्रम् अपश्यत् पुत्रस्य अग्रे तया आतङ्केन पुत्रः अपृच्छयत् अपृच्छयत् अपृच्छ्यत अपृच्छ्यत अपृच्छ्यत मध्ये आतङ्केन आतङ्केन नाम तत्र मनसि गाभरी अस्ति तत्र किम् अभवत् तत्र हा कीदृशः आतङ्कः अभवत् इति तत्र तस्याः मनसि तादृशभावः अस्ति अतः तत्र भावतृतीया तत्र आतङ्केन आतङ्के किन्तु किं महोदय पुनः आतङ्कः तत्र भीतिः अस्ति किमपि दुर्घटना अभवत् वा तत्र कीदृशी दुर्घटना इति तत्र मनसि तत्र किञ्चित् भीतिः अस्ति तादृशभावः भीतिः भीतिः भीतिः हा भीतिः सर्वं समीचीनं नास्ति इति सर्वं समीचीनं नास्ति किं कापि दुर्घटना अभवत् वा इति तत्र तस्याः मनसि शङ्का अस्ति महोदय सा पुत्रं तत्र भावतृतीया तिष्ठति एव सा आतङ्केन तया पुत्रः अपृच्छ्यत किन्तु इदानीं तत्र कर्त्री वदामश्चेत् यथा भवान् आरम्भं कृतवान् तदेव सा आतङ्केन पुत्रम् अपृच्छत् अपृच्छत् समीचीनं महोदय हा अपृच्छत् सा आतङ्केन पुत्रम् अपृच्छत् हा अग्रे भवतः श्वेतवस्त्रं कथं समयं सञ्जातम् इति हा तत्र श्वेतवस्त्रं श्वेतवर्णमेव भवितव्यं किन्तु तत् कथं रक्तमयं सञ्जातम् इति तस्याः प्रश्नः अतः स एतत् पृष्टवती अथवा अपृच्छत् इति अग्रे तत् प्रत्यये खलु रक्तमयं किं महोदय रक्तमयं सञ्जातं मयक् प्रत्यये खलु तत् मय नाम तत्र रक्तवर्णं सत्यं महोदय तत्र वाङ्मयम् इति वदामः खलु तादृशं तदेव पुत्रेण न किमपि अकथयत पुत्रेण अकथ्यत तत्र पुत्रः तत्र लट्लकरे कर्तृलट् रूपं किमस्ति पुत्रः अकथयत् अकथयत् लङ्लकारः लट्लकरे कथयति समीचीनं पुत्रः न किमपि अकथयत् समीचीनम् अग्रे भावे खलु कर्म किमपि न सत्यं सत्यं न कथयति इति तत्र किं कथयति इति वक्तुं शक्नुमः महोदय सकर्मकः किमपि न दत्तं खलु महोदय किमपि न सर्वदा कर्मपदं भवितव्यम् इति नास्ति खलु महोदय भावे इति केवलं यदा कदा वदामः यदि अकर्मकधातुः अस्ति चेदेव भावे इति सकर्मकधातुः अस्ति तत्र कर्मपदं नास्ति चेदपि तत्र कर्मणि प्रयोग इति एव वक्तव्यं खलु भावे प्रयोगः केवलं तत्र अकर्मकधातूनाम् एव तत्र भावे प्रयोगः सकर्मकधातूनां सर्वदा कर्मणि प्रयोगः एव अस्तु अग्रे तेन तूष्णीम् अस्थीयत नाम सः तूष्णीं सः तूष्णीम् आसं वा तिष्ठवान् तत्र अतिष्ठत् तिष्ठति स्थिधातुः तत्र स्थाधातुः अतिष्ठत् तिष्ठति अतिष्ठत् सः तूष्णीम् अतिष्ठत् अग्रे तदा मात्रा अनुरोधम् अपृच्छ्यत मात्रा अपृच्छ्यत तदा मात्रा सानुरोधं पुत्रः अपृच्छ्यत खलु महोदय पुत्रः इति पुत्रः पृच्छ्यत समीचीनं हा हा मात्रा पुत्रः अपृच्छ्यत इदानीं तत्र कर्तृरूपं वदतु माता सानुरोधं पुत्रम् अपृच्छत् अपृच्छत् समीचीनम् अत्र सानुरोधम् इति अस्ति तत्र तत्र सानुरोधम् इति अस्ति चेत् तत्र किं भवति तत्र क्रियाविशेषम् एतद् आं महोदय हा अतः तत्र तस्य परिवर्तनं न भवति कर्मपदं नास्ति एतत् यद्यपि पृच्छति इति तत्र सकर्मकधातुः किन्तु सानुरोधम् इति तत्र नपुंसकलिङ्गपदं किन्तु तत्र कर्मपदं नास्ति केवलं क्रियाविशेषणम् अस्ति अतः तत्र इदानीं तत्र कर्तृरूपे माता सानुरोधं पुत्रम् अपृच्छत् पुत्र किं जातम् उच्यताम् इति उच्यताम् इति स्थाने तत्र उच्यताम् इति तत्र लोट् लकारः अस्ति खलु तत्र कर्मणि लोट् भवता अथवा त्वया उच्यताम् इति न भवता उच्यताम् इति किन्तु कर्तृरूपं किं भवति भवान् भवान् तत्र हा उच्यताम् इति तत्र भवान् वक्तु इति भवति खलु उच्यते इति खलु तत्र हा उच्यतां हा तत्र अस्तु तत्र उक् किमस्ति तत्र महोदय धातुः अस्ति तत्र उच्यते इति एव खलु हा उच्यताम् उच्यते हा हा हा हा तत्र स्मरति वा तत्र उवाच वच् धातुः महोदय वच् धातुः उच्यते तत्र वक्ति इति अस्ति रूपम् अतः तत्र वक्तु इति प्रायशः अस्ति महोदय भवान् वक्तु इति चिन्तयामि अस्तु अस्तु तर्हि अग्रे तत्र लक्ष्मी भगिनी अग्रे अस्तु महोदय महोदय सानुरोधम् इत्युक्ते अर्थः तत्र भगिनी तत्र तत्र सा इत्युक्ते तत्र सा इति उपसर्गः अस्ति तत्र आरम्भे अस्ति तेन किं सः इति अर्थे अनुरोधेन सः इति अनुरोधः अनुरोधः नाम पुनः तत्र अनुरोधः नाम तत्र भीतिः अपि तत्र किम् अभवत् तत्र वक्तव्यम् एव इति तत्र किं किमपि अभवत् दुर्घटना अभवत् इति तत्र तस्य मनसि भीतिः अस्ति तत्र तेन भावेन तत्र सा पुनः पृच्छति अस्तु अनुरोधः अनुरोधं तत्र सा इत्युक्ते सः इति अर्थे अस्तु तदा पुत्रेण अकथ्यत अम्बा तस्मिन् दिने लोद्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात् यद्यपि पूर्वं पठामि वा यद्यपि तेन वक्तुं न शक्यते तदापि वेदना स्यादेव इति अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत, ततः रक्तप्रवाहः आरब्धः, तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति. भगिनी तत्र अहं दृष्टवान् तत्र अनुरोधम् इति तत्र किम् इति तत्र उक्तमस्ति, तत्र कोक्सिङ्ग् अथवा तत्र रिक्वेस्ट् इति अर्थे भवति इति भगिनि. कोक्सिङ्ग् नाम भवान् तत्र भवतः वक्तव्यमेव तत्र फोर्स् इति तत्र, किन्तु इन् अ कोक्सिङ्ग् कोक्सिङ्ग् हा यु हाव् टु से वै डोण्ट् यु से इट् इति अर्थे तत्र हा कोक्सिङ्ग् इति अर्थः. इन्सिस्ट् इति वा? हा इन्सिस्ट् इति तादृशं हा इन्सिस्टेण्ट् इति हा अस्तु. इदानीं तत्र तदा पुत्रेण अकथयत इति कर्तृ पुत्रः अकथयत् अकथयत् समीचीनं हा अग्रे. अम्ब तस्मिन् दिने लोद्रवृक्षस्य छेदनसमये मम मनसि विचारः उत्पन्नः यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात्. हा तत्र केवलम् एकमेव भागे तत्र कर्मणि इति चिन्तयामः, तत्र उत्पन्नः तदपि तत्र प्रत्ययेन तत्र कर्मणि एव सूचितं, किन्तु तत्र उच्चाविचारः उत्पन्न, किन्तु तत् त्यजामः तत्र. तस्मिन् दिने यदा सः लोद्रवृक्षस्य छेदनं कृतवान् कुर्वन् आसीत् तस्मिन् समये तस्य मनसि एकः विचारः उत्पन्नः, तत्र तस्य उत्पादनं तत्र विचारः तत्र आगतः उत्पन्नः, उत्पन्न नाम प्रोड्यूस्ड् इति उत्पन्नः, यत् त्वचः निष्कासनसमये तेन वृक्षेण कियती वेदना अनुभूता स्यात्. यदा छेदनसमये वृक्षः कियती वेदना अनुभवति. इदानीं तत्र समीचीनम्, इदानीं तत्र स्यात् इति त्यजामः, तेन वृक्षेण कियती वेदना अनुभूता आसीत् इति स्वीकरोतु. इदानीम् आसीत्, इदानीं तत्र तेन वृक्षेण इत्युक्ते सः तत्र कर्त्री सः वृक्षः कियती वेदना अनुभूतं आसीत् अनुभूताम् अस्तु अनुभूताम् अनु तत्र वृक्षः कियतीं वेदनां सः वृक्षः कियती वेदनाम् इदानीं तत्र अनुभूता इति तत्र क्रियापदं स्वीकुर्मः, तत्र स्यात् इति त्यजामः, अनुभवति इति लट्लकारे अनुभवति वेदनाम् अनुभवति इति लट्लकारे, किन्तु लङ्लकारे तत्र अनु इति उपसर्गः अस्ति, अतः भवति इति स्थाने किं भवति अभवत् अन्वभवत् अन्वभवत् कियतीं वेदनाम् अन्वभवत् सः वृक्षः कियतीं वेदनाम् अन्वभवत् स्यात् अन्वभवत् इति एव अन्वभवत् अन्वभवत् इति तत्र तस्य इति तस्य विचारः आसीत्. अग्रे यद्यपि तेन वक्तुं न शक्यते तथापि वेदना स्यादेव इति वेदना अनुभवामि इति वक्तुं न शक्यते तद् तेन सः वदितुं न शक्नोति वक्तुं न शक्नोति वक्तुं तत्र न शक्नोति, किन्तु तत्र वेदना अस्ति एव खलु, वेदना स्यादेव स्यात् एव इति तस्य विचारः. अतः सः अग्रे वदतु सः किं कृतवान्. अद्य मया निश्चितं यत् वृक्षस्य कीदृशी वेदना जाता स्यात् इति मया ज्ञातव्यम् इति. हा, इदानीं तत्र ज्ञातव्यः, तत्र अनियर् तव्यत् अनियर् इति अग्रे आगच्छति, किन्तु तत्र तदस्ति चेत् मया कर्तव्यं, तृतीया एव भवति, कर्मणि रूपम् एव साधारणतया भवति. तत्र निश्चयं कृतवान् अहमपि वेदनाम् अनुभवामि इति. तत्र हा मया न न अनुभवामि इति न, अहं जानामि एव, जानामि अहं तत्र तत्र वेदना कीदृशी आसीत्, कीदृशी वेदना आसीत् इति कीदृशी वेदना आसीत् इति अहं जानामि एव इति अहं निश्चितवान् इति निश्चितवान्. समीचीनम्. अग्रे, अतः अतः मया मम शरीरस्य किञ्चित् चर्म अकर्त्यत, अतः अहं शरीरस्य किञ्चित् चर्म अकर्तयत्. अकर्तयत्, हा, कर्तयति, अकर्तयत्. हा, किन्तु तत्तु कर्मपुरुषे चर्मन्, हा, अतः चर्म एव नपुंसकलिङ्गपदं, किन्तु अकर्तयत् इति प्रथमपुरुषः. न अत्र तु प्रथमपुरुषः वा अथवा अन्यपुरुषः, कर्तृपदं किम् अस्ति अत्र अस्मिन् वाक्ये, भवत्याः वाक्ये इदानीम्? अतः अहम् इति एव कर्तृपदं खलु. अतः तत्र अकर्तयत् इति न भवति, अहं सः अकर्तयत्, सः अकर्तयत्, किन्तु अहं सः कर्तयति, अहम् अहम् अक्रियम्. न न भगिनि, तत्र सः कर्तयति, सः कर्तयति इति क्रियापदं, सः कर्तयति प्रथमपुरुषे, त्वं कर्तयसि इति मध्यमपुरुषे, उत्तमपुरुषे किम् अस्ति? अहं कर्तयामि. हा, इदानीं तत्र तस्य लङ्लकारः वदतु. अकर्तयम्, अकर्तयम्. अतः अहं मम शरीरस्य किञ्चित् चर्म अकर्तयम्. ततः यदा सः तत् कृतवान् किम् अभवत्? रक्तप्रवाहः आरब्धः. तत्र रक्तस्य प्रवाहः आरब्धः. प्रवाहः नाम तत्र नदी इव, तत्र नद्यां तत्र जलस्य प्रवाहः भवति, अत्र रक्तप्रवाहः आरब्धः. तेन मम श्वेतवस्त्रं रक्तरञ्जितं जातम् इति. हा, तेन नाम तेन रक्तप्रवाहेन, तेन कारणेन इति वा? न न, तेन रक्तप्रवाहेन. ओ, तेन रक्तप्रवाहेन माध्यमं, तत्र माध्यमं नाम हस्तेन खादामः अथवा, हा, तत्र जलेन, जलेन अहं तत्र कूपीं तत्र पूरयामि इति, तत्र जलेन तत्र यत् वस्तु अस्ति तेन तत्र अहं पूरयामि, तत्र रक्तप्रवाहेन तत्र श्वेतवस्त्रं रक्तरञ्जितं जातम् इति. समीचीनम्. अस्तु, धन्यवादः भगिनि. अस्तु, अग्रे नरेश् महोदय. आं महोदय, पुत्रस्य वचनेन मात्रा नितराम् अपश्यत. पुत्रस्य वचनेन मात्रा नितराम् अतुष्यत. कर्तृपदम् अस्ति माता नितराम् अतुष्यत्. हा, तुष्यति. हा, समीचीनम्. अतुष्यत्, अतुष्यत्. हा, पुत्रस्य वचनेन माता नितराम् नितराम् अतुष्यत्, अतुष्यत्. समीचीनम्. अग्रे, तस्याः नेत्रे सजले जाते. तस्याः नेत्रे सजले जाते इति विभक्ति का तत्र? विभक्ति तु प्रथमा अस्ति अत्र, वचनं द्विवचने. तत्र समीचीनं, तत्र नेत्रं नेत्रे नेत्राणि नेत्राणि तत्र सञ्चले जाते इति विशेषणं तत्र कीदृश तत्र नेत्र नेत्रे कीद् तत्र नेत्रे इति पदस्य विशेषणं सज्जले अपि जाते जाते नाम तत् अभवत् तत्र अभवत् हा तत्र अभवत् इति तत्र अभवत् तत्र द्विवचने किं भवति अपठताम् अभवताम् हा अभवताम् तत्र सज्जले अभवतां नाम जाते हा तत्र सज्जले पुनः स इति आरम्भे अस्ति खलु यथा तत्र स्थानुरोधम् इति अस्ति नाम तेन सह जलेन सह नेत्रे स्तः तत्र नेत्रे तत्र जले तत्र जलेन सह स्तः तत्र नाम तत्र नेत्रयोः मध्ये तत्र तत्र नेत्रयोः जलं मध्ये नेत्रयोः जलम् अस्ति अस्ति अस्ति नेत्रयोः इति नाम इदानीं तत्र नेत्रयोः सप्तमी द्विवचने द्विवचने हा नेत्रे इति एकम् एकमेकं नेत्रं स्वीकृत्य अस्मिन् नेत्रे अपि जलमस्ति अन्यस्मिन् नेत्रे अपि जलमस्ति किन्तु इदानीं नेत्रे इति सप्तमी एकवचने किन्तु ने सप्तमी द्विवचने नेत्रयोः जले आसीत् अग्रे तेन क्षम्यताम् इदानीं पुत्रस्य पुत्रस्य दयागुणं ज्ञात्वा अतीव प्रसन्नतया सः गाढम् आलिङ्ग्यत अत्र पुत्रस्य दयागुणं ज्ञात्वा तत्तु सम्यक् अस्ति अतीव प्रसन्नतया अपि अतीव प्रसन्नतया सः गाढम् आलिङ्ग्यत् न न सा तं सः इति स्थाने तं स तं पुत्रं हा सा तं पुत्रं गाढम् आलिङ्ग्यत् हा तत्र आलिङ्गति इति प्राशः अस्ति आलिङ्गति इति प्राशः अस्ति तत्र आलिङ्गति तत्र आलिङ्गति हा हा आलिङ्गति तत्र तत्र आलिङ्गति इति अस्ति वा तत्र आलिङ्गत् आलिङ्गति इति प्रायशः अस्ति इति मन्ये महोदय सत्यं हा आलिङ्ग आलिङ्गति आलिङ्गत् हा आलिङ्गति इति अस्ति हा आलिङ्गति हा तत्र आलिङ्गत् आलिङ्गत् इति हा आलिङ्गत् कर्मणि आलिङ्ग्यत ये आगत आलिङ्गति आलिङ्गत् आलिङ्गत् समीचीनं महोदय तदेव अस्ति समीचीनं अस्तु अग्रे तत्र पठति वा महोदय अत्र प्रदत्तानि वाक्यानि सावधानतया पठते इति आम् अत्र प्रदत्तानि वाक्यानि सावधानतया पठत पुत्रेण वनम् अगम्यत कर्तरी अस्ति सावधानतया पठत पुत्रः वनम् अगम्यत् अगच्छत् अगच्छत् अग्रे तेन सह सः सः लोध्र त्वचम् अकृत्यत् अकृन्तत् अकृन्तत् किन्तु तत्र लोध्रत्वचः स्त्रीलिङ्गपदमस्ति महोदय अतः तत्र प्रायशः तत्र त्वचः त्वचः एव भवति बहुवचने अस्ति तत्र त्वक् त्वचौ त्वचः त्वचं त्वचौ त्वचः पुनः बहुवचने द्विवचने द्वितीयविभक्ति अपि त्वचः अस्ति इति मन्ये महोदय एकवचने तत्र एकवचने भेदः अस्ति, बहुवचने भेदः नास्ति इति मन्ये महोदय. प्रथमविभक्ति द्वितीयविभक्ति त्वचः, हा बहुवचने, हा त्वचो त्वचः त्वचं त्वचो त्वचः इति मन्ये. सः लोध्रत्वचः अकृन्तत अकृन्त अकृन्तत् अकृन्तत् अकृन्तत् इति. अस्तु अग्रिममपि करोतु. मात्रा औषधम् अक्रियत, माता औषधम् अक्रो न न न एतत् सुलभमस्ति, करोति अकरोत् अकरोत् एव अकरोत् तावदेव समीचीनं. माता औषधम् अकरोत् अकरोत् तावदेव. अस्तु अग्रे तत्र रघुनन्दस्वामी अग्रे. तत्र बालैः बालैः पाठः अपठ्यत, कर्तृरूपं बालाः पाठं अपठन्. हा अपठन् समीचीनं, बालाः पाठम् अपठन् समीचीनं. हा अग्रे. तया कथा अलिख्यत, सा कथाम् अलिख्यत् अलिखत् लिखति लिखति अलिखत् अलिखत्. एताभिः नाटके अदृश्येताम्. एषः एते न न एते एताभिः इति अस्ति. एताभिः इति तत्र तृतीयवचनं किं वचनं किं लिङ्गं किं बहुवचनं. हा बहुवचनं समीचीनं. हा लिङ्गं लिङ्गम् एषः एषः इति अस्ति न न एषः अस्ति चेत् वदतु. एतैः इति भवति. हा एतैः किन्तु एतत् एताभिः हा त्रिलिङ्गं समीचीनं. हा अतः त्रिलिङ्ग एताः. हा एताः समीचीनम्, एषा एते एताः एताः. इदानीम् एताः नाटके अपश्यन् वा अपश्यन् समीचीनं महोदय. किमर्थं नाटके इति परिवर्तनं न कृतवान्? नाटके तु अधिकरणकारकमस्ति खलु. किं नाटके अधिकरणम् इति सप्तवचनमिति अहं चिन्तयामि. नाटकं न न न किन्तु कर्मणि प्रयोगः अस्ति तत्र, यतोहि तत्र एतत् कर्मणि प्रयोगः अस्ति खलु महोदय. तत्र क्रियापदं किमस्ति, यत् वाक्यं दत्तम् अस्ति क्रियापदं किमस्ति? अदृश्येताम् अदृश्येताम् इति. अदृश्येताम् इति क्रियापदस्य वचनं किं? पुरुषः कः? ताम् ओ त ताम् अन्त तर्हि द्विवचनं महोदय. हा प्रथमपुरुष द्विवचनं. इदानीं कर्तृप्रयोगः अस्ति चेत् तत्र द्विवचनम् अस्ति चेत् नाटके अपि द्विवचनं समीचीनं. नाटकम् अतः तत्र एकं नाटकं न दृष्टवन्तः, किन्तु नाटकद्वयं दृष्टवन्तः ताः इति. दृष्टवत्यः दृष्टवत्यः ताः इति कृत्वा ताः नाटके अपश्यन्, किन्तु नाटके नाम नाटकद्वयम् अपश्यन् ताः समीचीनं. अग्रे. भवद्भिः उत्तराणि औद्यन्तव. हा औद्यन्त इति रूपं तत्र. हा तत्र किमस्ति औद्यन्त? औद्यन्त जाता इति रूपं न जानामि, तत्र अन्य कोऽपि दृष्ट्वा वदति वा? महोदय अवदत् अवदत् इति वा? ओ उद्यन्त, उद्यन्त, अस्तु अस्तु अस्तु अस्तु, अवदत्, समीचीनं समीचीनं, धन्यवादः। हा तत्र किं भवति वदति इति, तत्र वयं दृष्टवन्तः तत्र उद्यते इति भवति खलु, उद्यते इति भवति। इदानीं तत्र लङ्लकारनिर्माणे किं भवति, तत्र उद्यते इति तत्र अकारः आदौ आगच्छति खलु, अडागमः आद्योगः उद्यन्त, तत्र औद्यन्त, औद्यत औद्येताम् औद्यन्त इति भवति। हा सत्यं, समीचीनम्, अस्तु। अतः भवान् अथवा भवन्तः भवन्तः औद्यन्त इति क्रियापदं पुनः एकवारं वदतु। हा औद्यन्त नाम लङ्लकारे अस्ति, लट्लकारे कर्मणि लट् अस्ति, उद्यन्त इति, तत्र उद्यते उद्यत, हा क्षम्यताम्, उद्यते उद्यतां, हा वर्तते वर्तते वर्तेते वर्तन्ते, उद्यते उद्येते उद्यन्ते इति अस्ति लट्लकारे खलु महोदय। हा इदानीं तत्र उद्यते इति स्थाने इदानीं लङ्लकाररूपम् इच्छामश्चेत् किं कुर्मः, अकारः आदौ आगच्छति खलु, आयोगः उद्यते औद्यत् औद्यत् इति औद्यन्, हा औद्यत औद्येताम् औद्यन्त इति रूपम्। अतः तत्र उद्यते इति तत्र कर्मणि अस्ति, कर्त्री अस्ति, वदति तत्र, यथा तत्र वच् धातुः तत्र उच्यते इति भवति खलु, तत्र वदति उद्यते इति अभवत्, तादृशं तत्र वदति इति कर्त्री लट् अस्ति, इदानीं कर्त्री लङ् अपेक्षितम्, अतः वाक्यं स्वीकृत्य भवद्भिः स्थाने किं भवति, भवान् भवन्तौ भवन्तः भवन्तः, समीचीनं, हा भवन्तः उत्तराणि औद्यत न औद्यत न, इदानीं तत्र कर्त्री, कर्त्री लट् किमस्ति, वदति वदतः वदति वा उद्यते इति महान् तत् कर्मणि अस्ति महोदय, इदानीं कर्त्री करोति खलु, कर्त्रीरूपं वदति, कर्मणि रूपम् उद्यते लट् लकारे खलु, आं महोदय, हा इदानीं कर्त्री इच्छामः खलु, अतः तत्र भवन्तः उत्तराणि लट् लकारे वदन्ति, हा इदानीं तत्र वदन्ति इति लट् लकारे अस्ति, लङ् लकारे किं भवति, अवदत् अवदन् अवदन्, हा भवन्तः भवन्तः उत्तराणि अवदन्, हा इति चिन्तनं, समीचीनं महोदय, अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे, हा अस्तु, एतानि सर्वाणि कर्मणि लङ् लकाररूपाणि सन्ति, वृक्षैः वृक्षैः अवृद्यत, अवृद्यत कर्मणि लङ्, एतत् सर्वं तत्र भावे अस्ति इदानीं, तत्र एतावत् कर्मणि आसीत्, इदानीं सर्वं भावे, हा वृक्षैः अवृद्यत, तत्र किं भवति, वृक्षाः अवर्धन्त, अवर्धन्त, समीचीनं, हा तत्र वर्धते, तत्र अवर्धत अवर्धेदम् अवर्धन्त, अवर्धन्त, समीचीनं भगिनि, अस्तु अग्रे, बालैः बालैः उच्चैः अहस्यत, बालाः उच्चैः अहसन्त, अहसन्त न, तत्र हसति एव खलु परस्मैपदि धातु अहसन् प्रथममपि श्याः अवर्धन् अवर्धन् सत्यम् अवर्धन् अवर्धन् अवर्धन् परन्तु तत्तु आत्मनेपदी अवर्धन् तत्र वर्धते इति आत्मनेपदी धातु आत्मनेपदी अवर्धन्त अवर्धन्त अतः अवर्धन्त किन्तु इदानीं तत्र हसति इति परस्मैपदी धातु अतः अहसन् अकम्प्यत सस्यानि अकम्पन्त अकम्पन्त यतोहि कम्पते कम्पेते कम्पन्ते अकम्पन्त कम्पेतम् अकन्द अकम्पन्त हा समीचीनं भगिनि अस्तु अग्रे तेन तल्पे अशय्यत सः सः तल्पे तल्पे एव तल्पे यतोहि तत्र कर्मणि नास्ति खलु कर्मणि नास्ति एतद् भावे प्रयोगः अतः तल्पे इति सप्तमी एव तत्र कुत्र तल्पे तत्र अत्र प्रायशः शी धातुः शेते शेते हा शेते इदानीं तत्र आयोगः अशे तत्र अशि हा तत्र रूपं सम्यक् न जानामि भगिनि तत्र एतस्य हा नरेश् महोदय जानाति वा तत्र तत्र एतस्य रूपं न स्मरामि भगिनि हा प्रायशः तत्र शेते एव सत्यं तत्र लट्लकारे किन्तु लङ्लकारे अशेथ इति अस्ति वा इति न स्मरामि हा अग्रे वृक्षात् वृक्षात् पर्णैः अपत्यत वृक्षात् पर्णानि अपतन् अपतन् इति समीचीनं तावदेव अस्ति अस्तु समीचीनमस्ति अस्तु तर्हि तत्र अस्तु इदानीं तत्र समयः अपि जातः अस्तु तर्हि किन्तु समीचीनमस्ति वयम् एकं पुटं सम्यक्तया कृतवन्तः तत्र अग्रिमवर्गे अग्रे गन्तुं शक्नुमः इदानीं तत्र लङ्लकारस्य रूपं समीचीनतया स्थापितमस्ति इति चिन्तयामि अस्तु तत्र किन्तु तत्र अशय्यत इति तस्य रूपं किम् इति तत्र द्रष्टव्यमस्ति धातुः इति धातुः हा सत्यं भगिनि सि इति धातुः सत्यमेव हा अस्तु तत्र भगिनी भवती एव तत्र अथवा तत्र रघुवीरस्वामी भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादः धन्यवादः नमस्कारः धन्यवादः